ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानकरपत्रमस्ति इर् इत् संज्ञाप्रकरणम्। इदानीं पर्यन्तं वयं दृष्टवन्तः तत्र इर् इत् संज्ञावाच्यपर्यन्तं वयं पूर्वस्मिन् वर्गे पठितवन्तः। एकवारं झटति पुनः स्मरणं कृत्वा अग्रे सरेम। इत् संज्ञाप्रकरणे तत्र प्रायशः अत्र अस्मिन् करपत्रे लिखितम् अस्ति, तत्र सप्तसूत्राणि सन्ति। षड्भिः सूत्रेभिः तत्र वर्णानाम् इत्संज्ञा कथं करणीयं तस्य विषये तत्र सूत्राणि दत्तानि। एकं तत्र बाधकसूत्रमपि अस्ति, येन किं भवति वर्णानाम् इत्संज्ञा करणस्य कृते तत्र बाधा दत्तमस्ति, न करणीयम् इति तत्र लिखितम् अस्ति। अनन्तरं तत्र अन्ते यः एकं विधिसूत्रमस्ति, येन कार्यं विधीयते, लोपकार्यं विधीयते, इत्युक्ते तत्र यस्य यस्य वर्णस्य इति भवति तस्य अनन्तरं तत्र इत्संज्ञकवर्णानां तत्र लोपः अपि भवति इति वयं सर्वे जानीमः। अतः तत्र अन्ते अस्मिन् प्रकरणे इत्संज्ञाप्रकरणे तत्र अन्ते एकं विधि लोपविधायकसूत्रमपि अस्ति। न श्रूयते वा? ध्वनि बहु न्यूनमस्ति। ध्वनिः बहु न्यूनं श्रूयते। इदानीं सम्यक् अस्ति वा? महोदय इदानीं कथमस्ति? इदानीं सम्यक् अस्ति वा ध्वनि? किञ्चित् न्यूनमेव, परन्तु ओके अस्तु। न जानीमः किं क्लेशः अत्र। सो तत्र अन्ते एकम् एव अस्मिन् प्रकरणे सर्वाणि सूत्राणि नामकरणं क्रियते, तेन सूत्रद्वारा तत्र नामकरणं क्रियते। इत् इति नामकरणं भवति अस्मिन् प्रकरणे, ये तत्र षट् सूत्राणि सन्ति। अनन्तरं तत्र अन्ते एकम् एव विधिसूत्रम् अस्ति। वयं जानीमः तत्र विधिसूत्रेण कार्यं विधीयते, कार्यं कार्यस्य कृते तत्र तस्मिन् सूत्रे निर्देशः अस्ति। अतः अस्मिन् सूत्रे अस्मिन् प्रकरणे एकम् एव विधिसूत्रम् अस्ति, तस्य लोपः। सो यस्य यस्य वर्णस्य इत्संज्ञा अथवा वर्णसमुदायस्य इत्संज्ञा तस्य तस्य अनन्तरं लोपः अपि करणीयं। केवलम् इत्संज्ञं कुर्मः चेत् तत्र कार्यं सम्पूर्णं न भवति, यस्य यस्य इत् करणीयं तस्य अनन्तरं लोपः अपि भवति इति तत्र व्याकरणे नियमः। सो यः प्रथमसूत्रम् अस्ति अस्मिन् प्रकरणे इत्संज्ञाप्रकरणे, तत् सूत्रमस्ति उपदेशे अजनुनासिक इत्। अनेन सूत्रेण स्वरस्य यः अनुनासिक अच् अस्ति, अच् इत्युक्ते स्वरः, यत्किमपि अनुनासिक स्वरः उपदेश अवस्थायाम् अस्ति तस्य इत् करणीयम् इति नियमः। सो एकम् अस्मिन् प्रकरणे एकम् एव सूत्रम् अस्ति येन स्वराणाम् इत्संज्ञा भवति। सो स्वराणाम् इत्संज्ञा कदा भवति व्याकरणे? वयं जानीमः यत्किमपि वर्णानाम् अनुबन्धवर्णः इत् भवति, तत् तस्य विषये ये सप्तसूत्राणि, ते सप्तसूत्राणि अष्टाध्यायीग्रन्थे केवलम् अत्र एव लभ्यते। इत्युक्ते इत्संज्ञाप्रकरणे यत् महर्षिणा तत्र सप्तसूत्राणि दत्तानि, तेन सूत्राणि तेन सूत्रद्वारा एव सम्पूर्णव्याकरणशास्त्रे वर्णानाम् इत् भवति। अतः वयं किं वदामः, सम्पूर्णव्याकरणशास्त्रे स्वराणाम् इत् केवलम् अनेन सूत्रेण एव भवति इत्युक्ते उपदेशे अजनुनासिक इति एकमेव सूत्रमस्ति व्याकरणे येन स्वराणाम् इति संज्ञा भवति. इदानीं कीदृशस्वराणाम् इति करणीयम्? अनुनासिकस्वराणाम् एव इति करणीयम्. सो यः यः स्वरः उपदेश अवस्थायाम् अनुनासिक अस्ति, अनुनासिक वदामः चेत् यस्य उपरि चन्द्रबिन्दु इत्युक्ते यस्य स्वरस्य नासिका सह मुखनासिकायोः यस्य उच्चारणं तद् अनुनासिकः. सो यस्य स्वरस्य नासिका सह अपि उच्चारणं भवति तदेव अनुनासिकस्वरः. तस्य उपदेश अवस्थायां महर्षि वदति इति संज्ञा करणीयम्. सो केवलम् अनुनासिकस्वराणाम् एव व्याकरणे इति भवति, तस्य कृते सूत्रं किम्? उपदेशाजनुनासिक इति सूत्रम् प्रथम अध्याये तृतीयपादे द्वितीयसूत्रम् एव इत्युक्ते प्रथमसूत्रम् एव स्वरस्य विषये अस्ति यस्य इति संज्ञा भवति. एतत् सूत्रं स्वयं सम्पूर्णम् अस्ति, अस्मिन् सूत्रे कोऽपि अन्यत् पदस्य अनुवृत्ति आवश्यकं नास्ति. द्वितीयं सूत्रमस्ति हलन्त्यम्. हलन्त्यम् इति सूत्रं वदति उपदेश अवस्थायां यत्किमपि हल् वर्णः अन्ते अस्ति, हल् अन्त्यम्, अत्र अन्त्यम् इति पदमस्ति. सो उपदेशे अजनुनासिक इति सूत्रे तत्र कोऽपि तत्र किं स्थानं न निर्दिष्टं, तत्र केवलं वदति यत् किमपि उपदेश अवस्थायाम् अनुनासिकस्वरः तस्य इत्. सो तत् अनुनासिकस्वरः अन्ते भवेत्, आदौ भवेत्, मध्ये कुत्रचित् भवेत्, तस्य तु इत् करणीयम्. सो अत्र स्थाने विषये किमपि चिन्तनं नास्ति, यत् किमपि अनुनासिकस्वरः उपदेश अवस्थायां तस्य इत्. परन्तु हलन्त्यम् इति सूत्रे अत्र अन्त्यम् इति पदं महर्षिणा दत्तम्. सो यः हल् वर्णः अन्ते अस्ति तस्य एव उपदेश अवस्थायाम् इत् करणीयम्, इति नामकरणं करणीयम्. सो हलन्त्यम् इति सूत्रम् अपि किं संज्ञासूत्रम्. संज्ञासूत्रेण किं भवति? येन सूत्रेण नामकरणं क्रियते तत् संज्ञासूत्रं. सो हलन्त्यं सूत्रमपि संज्ञासूत्रम्. उपदेशे अजनुनासिक इति सूत्रमपि संज्ञासूत्रम्. एते सूत्रद्वारा किं भवति? इति नामकरणम्, इति विशिष्ट संज्ञा अस्ति व्याकरणे, वयं सर्वे जानीमः. सो इति संज्ञाप्रकरणे किं संज्ञा भवति? इति नामकरणं कस्यचित् वर्णस्य, कुत्रचित् वर्णसमुदायस्य अपि इति नामकरणं भवति. सो अत्र केवलम् अन्तिमहलस्य एव इत् करणीयम् इति सूत्रं वदति. सो उपदेश अवस्थायाम् अन्ते कोऽपि हल् वर्णः वर्तते चेत् तस्य इत् करणीयम्. सो अत्र उपदेशे अपि च इति पदस्य अनुवृत्तिः आवश्यकम्. अनुवृत्तिः कुर्मः चेदेव वयं सूत्रस्य सम्पूर्णतया अर्थं किम् अस्ति वयं ज्ञातुं शक्यते. अतः अत्र क्रमेण सूत्राणि दत्तम्. अनन्तरं न विभक्तो तुस्माः इति बाधकसूत्रम्. इति संज्ञा बाधकसूत्रम् अस्ति. कस्य कृते बाधा करोति इति सूत्रं पूर्वसूत्रस्य कृते बाधकसूत्रम् अस्ति. इत्युक्ते हलन्त्यं सूत्रस्य बाधकसूत्रम् अस्ति न विभक्तौ तुस्माः. अतः महर्षिणा साक्षात् अनन्तरम् एव दत्तं. प्रथम अध्याये तृतीयपादे तृतीयसूत्रं हलन्त्यं, प्रथम अध्याये तृतीयपादे चतुर्थसूत्रम् अस्ति न विभक्तौ तुस्माः. इत्युक्ते प्रथमे महर्षि वदति यत्किमपि हल् वर्णः उपदेशस्य अन्ते वर्तते तस्य इत् करणीयम्. परन्तु अत्र किं वदति महर्षि? वदति विभक्तौ विभक्तिप्रत्ययेषु अन्ते तुस्माः इति हल् वर्णः अस्ति चेत् तस्य न इति निषेधक, तस्य इत् न करणीयम्. अतः बाधकसूत्रं कस्य? हलन्त्यम्. सो विभक्तिप्रत्ययेषु यदि अन्तिम हल् वर्णः तथ दद न तवर्गीय कोऽपि व्यञ्जनः अस्ति अथवा सकारः अस्ति अथवा मकारः अस्ति चेत् तस्य हलन्त्यं सूत्रद्वारा इति न करणीयम्. अतः वयं किं वदामः, न विभक्तौ तु स्माः इति सूत्रं हलन्त्यं सूत्रस्य कृते किञ्चित् बाधा करोति. किं कीदृशबाधः? अन्ते विभक्तिप्रत्ययेषु, विभक्तिप्रत्ययेषु यः मूलरूपम् अस्ति तदपि उपदेश अवस्था अस्ति. उपदेशं वदामः चेत् यत् यत् किमपि मूलस्वरूपं, कस्य मूलस्वरूपं? धातुमूलस्वरूपं, प्रत्ययस्य मूलस्वरूपम्, आदेशस्य मूलस्वरूपम्, अपि च आगमस्य मूलस्वरूपम्. सो आगमस्य मूलस्वरूपे तत्र अन्ते कोऽपि हल् वर्णः अस्ति चेत् तस्य इति करणीयम्. तथैव प्रत्ययस्य मूलस्वरूपे अन्ते कोऽपि हल् वर्णः अस्ति चेत् तस्य इति करणीयम् इति हलन्त्यं सूत्रं वदति. परन्तु साक्षात् अनन्तरं वदति प्रत्यय, तत्र तु व्याकरणे बहुविधप्रत्ययाः सन्ति, तदित् प्रत्ययाः, विभक्तिप्रत्ययाः, तिङ्प्रत्ययाः, कृत्प्रत्ययाः. परन्तु विभक्तौ इति यः पदमस्ति तत्र विभक्ति इति, विभक्तौ कथं जानीमः कः विभक्तौ इत्युक्ते किं? तत्र एकं सूत्रम् अस्ति, अन्यत् सूत्रम् अस्ति विभक्तिश्च, एकम् अन्यत् संज्ञासूत्रम् अस्ति. विभक्तिश्च इति सूत्रं किं वदति? तिङ् अपि च सुप् समूहे, तिङ् अपि एकं समूह अस्ति, प्रत्ययानां समूह, सुप् अपि प्रत्ययानां समूह अस्ति. सो सुप् प्रत्ययस्य समूह अपि च तिङ् प्रत्ययस्य समूहस्य एकम् अन्यत् नाम महर्षिणा दत्तं विभक्ति. सो सुप् प्रत्ययः अपि च तिङ् प्रत्ययः, तेषां नाम अस्ति विभक्तिप्रत्ययाः. सो तत्र व्याकरणे वदामः चेत् कति विभक्तिप्रत्ययाः? अष्टादश तिङ्समूह, एकविंशति सुप् समूह, आहत्य मिलित्वा तत्र ते सर्वे विभक्ति इति प्रत्ययाः, तेषाम् अन्यत् नाम भवति. सो तेषां विषये एव अत्र निर्देशं दत्तं. विभक्तिप्रत्ययेषु विभक्ति केवलं प्रत्ययः, प्रत्ययस्य विषये एव संज्ञा दत्तं. सो एतत् सूत्रमपि विभक्तिप्रत्ययेषु तुस्माः अन्ते अस्ति चेत् हल् वर्णः कीदृशः हल् वर्णः? तुस्म, तु स म अन्ते अस्ति चेत् तस्य इति न करणीयम्. अत्र न इति पदमस्ति, निषेधकपदमस्ति. सो तस्य एतत् सूत्रम् इति संज्ञा बाधकसूत्रं, तुस्माः विषये अत्र बाधा इति न करणीयम् इति सूत्रं वदति. सो केवलं विभक्तिप्रत्ययेषु एव तुस्माः अन्ते अस्ति चेत्, उपदेशस्य अन्ते अस्ति चेत् तस्य इति न भवति इति सूत्रस्य अर्थः. अनन्तरं तत्र अत्रापि हल् अत्र अन्त्यम् इति पदस्य अनुवृत्तिः, अपि च उपदेशे अपि च इति पदस्य प्रथमसूत्रात् सम्पूर्णप्रकरणे पदद्वयस्य अनुवृत्तिः आवश्यकम् अस्ति. किमर्थं चेत् तत्र उपदेश अवस्थायाम् एव तत्र इत् संज्ञा भवति. सो उपदेशे, उपदेशे इति पदस्य अपि च इति नामकरणं तु अस्मिन् प्रकरणे भवति, अतः पदद्वयस्य अनुवृत्तिः सम्पूर्णप्रकरणे आवश्यकम्. सो अत्रापि उपदेशे पदस्य अनुवृत्तिः, इति पदस्य अपि अनुवृत्तिः, अपि च पूर्वसूत्रात् अन्त्यम्, अन्त्यः इति पदस्य अपि अनुवृत्तिः. सो उपदेशे विभक्तौ अन्त्याः हलः कीदृशहलः? तुस्माः इति हलः अस्ति चेत् तस्य इति न करणीयम् इति सूत्रस्य अर्थः. अनन्तरं चतुर्थसूत्रम् अस्ति आदिर्नीटुड्वः. आदिर्नीटुड्वः विषये अपि तत्र किम्? आदिः इति पदम् अस्ति. अत्र महर्षिणा आदि इति पदं दत्तम्. यथा महर्षि हलन्त्यम् इति तत्र तस्मिन् सूत्रे अन्त्यम् इति पदं दत्तम्, अत्र आदिः इति पदं दत्तम्. सो आदिः उपदेशस्य आदौ किम्? नी इति वर्णसमूह, टू इति वर्णसमूह, अपि च डू इति वर्णसमूह. अत्र बहुवचनं दत्तम् इत्युक्ते डवः यथा गुरुवः इति अस्ति तथैव अत्र, परन्तु अत्र सूत्रे किमस्ति? डू इति वर्णसमूह. सो उपदेशस्य आदौ तत्र नी इति वर्णसमूह नकारः अपि च ह्रस्व इकारः इति वर्णसमूह, टकारः ह्रस्व उकारः इति वर्णसमूह, डकारः ह्रस्व उकारः इति वर्णसमूह, वर्णद्वयं डू इति वर्णद्वयं, टू इति वर्णद्वयं, नी इति वर्णद्वयम्, एकम् एव वर्णः नास्ति। अतः वयं किं वदामः, वर्णसमूहस्य अत्र इत् भवति, केवलम् एकम् एव वर्णस्य न, अत्र वर्णसमुदायस्य इति भवति। सो कुत्र आदौ अस्ति चेत् उपदेशस्य आदौ नी इति वर्णसमूहः अथवा टू इति वर्णसमूहः अथवा डू इति वर्णसमूहः अस्ति चेत् तस्यापि किं भवति, इति नामकरणं भवति उपदेशस्य आदौ। अत्र धातोः इति पदस्यापि अनुवृत्तिः, किमर्थं चेत् अस्मिन् प्रकरणे प्रथमाध्याये तृतीयपादे द्वितीयसूत्र आरभ्य इति संज्ञाप्रकरणम् आरभ्यते, परन्तु प्रथमाध्याये तृतीयपादे प्रथमसूत्रम् अस्ति किं, भूआदयः धातवः। सो तत् तेन तस्मिन् सूत्रे तत्र धातोः इति पदं दत्तम्, अतः अत्र धातोः इति पदस्य अनुवृत्तिः। किमर्थं धातोः इति पदस्य अनुवृत्तिः, अत्र केवलं नी इति वर्णसमूह, टू इति वर्णसमूह, अपि च डू इति वर्णसमूह केवलं धातुषु एव लभ्यते, अतः अत्र सूत्रस्य कृते कोऽपि भ्रमः न भवति चेत् तत्र धातोः इति पदस्य बहु वैयाकरणाः तत्र अनुवृत्ति स्वीकरोति। सो अत्र अस्मिन् करपत्रे अपि धातोः इति पदस्य अत्र अनुवृत्तिः दत्तम्, किमर्थं चेत् एतादृशः वर्णसमूहः कीदृश उपदेशस्य आदौ लभ्यते व्याकरणे, केवलं धातु मूलधातु एव एतादृशः वर्णसमूहः व्याकरणे लभ्यते, अतः अत्र भ्रमः मा भवेत् इति अत्र धातोः इति पदस्यापि अनुवृत्तिः दत्तम्। सो धातुषु किं पश्यामः, आदिमवर्णः नी अस्ति अथवा टू अस्ति अथवा डू अस्ति चेत् तस्यापि वर्णसमुदायस्य इति करणीयम् अनेन सूत्रेण द्वारा, आदिर्नी टुड्वः इति सूत्रद्वारा वर्णसमुदायस्य इति करणीयम्। अनन्तरं तत्र वयं पूर्वस्मिन् वर्गे इर् इति संज्ञा वाच्य इति वार्तिकमपि पठितवन्तः, अस्मिन् एतत्तु सूत्रं नास्ति, अष्टाध्यायीग्रन्थे एतत् सूत्रं न दत्तम्, एतत् सूत्रं महाभाष्य इति यः पाणिनि पतञ्जलिमहर्षिणा तत्र ग्रन्थम् अस्ति तत्र एव एतत् दत्तं, परन्तु इर् इति संज्ञावाच्यः केन, वार्तिकारः कः अस्ति व्याकरणे, वार्तिकारः इत्युक्ते वररुचिमहर्षि कात्यायनमहर्षि तस्य अन्यनाम। सो प्रत्येकस्य वार्तिकारः इति वार्तिकं यः ग्रन्थम् अस्ति अस्माकं सविधे तत् ग्रन्थं न लभ्यते, परन्तु पतञ्जलिमहर्षिणा यत् भाष्यः अष्टाध्यायी उपरि ग्रन्थस्य उपरि लिखितं तत् अस्माकं सविधे अस्ति, तत्र एव पतञ्जलिमहर्षिणा प्रत्येकस्य वार्तिकस्य उपरि अपि तत्र किं भाष्यं तत्र तस्य उपरि टिप्पणी सः करोति महर्षि। सो वेर् डु वि फैण्ड् आल् दीस् वार्तिक इन् द पतञ्जलिमहर्षि ग्रन्थः, अदर्वैस् वी डोण्ट् हेव् दिस् वार्तिकारस्य तत्र ग्रन्थः अस्माकं सविधे, इदानीं तत्र सः लुप्तः जातः, बट् सिन्स् ही हेज् मेड् द रेफरेन्स् इन् द तत्र तस्मिन् ग्रन्थे पतञ्जलिमहर्षि ग्रन्थे, so we are able to find these all these vartikas. So ir it sanya vachya yah asti sutram nasti etato ekam vartikam asti anen vartiken maharishi kim vadati kah maharishi katyayan maharishi vararuchi maharishi kim vadati datoho kevalam upadesh avasthayam धातोः इर् इति वर्णसमूह एकत्र लभ्यते चेत् तस्यापि इति संज्ञा करणीयम् इति वार्तिकार वदति, महर्षि कात्यायन वदति। सो यस्मिन् यस्मिन् धातोः अनुनासिक इकारस्य साक्षात् परे रकारः अपि तत्र लभ्यते, तत्र तत्र वर्णसमुदायस्य एकत्र इर् इति संज्ञा करणीयं, भिन्नभिन्नरीत्या तत्र इत् न करणीयम्। इत्युक्ते छिदिर् इति एकं मूलधातु अस्ति धातुपाठे, पाणिनिधातुपाठे एकं धातु अस्ति, औपदेशिकधातु अस्ति छिदिर्। अत्र सूत्रद्वारा इत् संज्ञा कुर्मः चेत् अन्ते रकारः हल्वर्णः, अतः हलन्त्यं सूत्रद्वारा रकारस्य इत् संज्ञा। छकार दकार उत्तरवर्ती यः इकारः सः अनुनासिक इकारः, अतः उपदेशे अजनुनासिक इति सूत्रद्वारा अनुनासिक स्वरस्य इत् संज्ञा। सो अत्र वर्णद्वयस्य इत् संज्ञा भवति सूत्र आधारेण, इत्युक्ते पाणिनिमहर्षिणा यत् सूत्रं दत्तं वर्णस्य कृते इत् संज्ञा। अनन्तरं तयोः लोपः, द्वयोः लोपः अपि करणीयं, वयं जानीमः तत्र नियमः, यस्य यस्य इत् तस्य तस्य लोपः अपि आवश्यकं करणीयं। सो अत्र छिदेव लौकिकरूपं भवति, परन्तु तादृशः इत् संज्ञा कुर्मः चेत् तत्र तत्र किञ्चित् किं क्लेशः भवति। किमर्थं चेत् छिदिर् इति यः भिन्नभिन्नरीत्या इत् संज्ञा कुर्मः चेत् छिदिर् बिकम्स् एन् इदित् धातुः, तस्य अन्यनामः अस्ति इदित्। ह्रस्व इकारः इत् यस्मिन् सः इदित् धातुः। सो तादृश भिन्नभिन्नरीत्या इत् संज्ञा कुर्मः चेत्, सूत्रद्वारा इत् संज्ञा कुर्मः चेत् छिदिर् विल् बिकम् एन् इदित् धातुः, तथा मा भवेत्। किमर्थं चेत् इदित् धातु विषये तत्र अन्यत् कार्यमपि करणीयम् इति नियमः, तत्र नकारस्य आगमः भवति इदित् धातु विषये। सो छिदिर् इति धातुः औपदेशिकधातुः इदित् मा भवेत्, तस्य कृते एव वार्तिकारं किं दत्तम्, इर् इति संज्ञा वाच्य इति वार्तिकं दत्तं। तेन वार्तिकेन किं भवति, अत्र भिन्नभिन्नरीत्या इत् न करणीयं, यत्र यत्र वयं ह्रस्व इकारस्य अनुनासिक ह्रस्व इकारस्य साक्षात् परे यत्र यत्र रकारः दृश्यते, यस्मिन् यस्मिन् धातोः तादृशः स्थितिः अस्ति, ह्रस्व इकारस्य अनुनासिक ह्रस्व इकारस्य साक्षात् परे रकारः लभ्यते, तत्र भिन्नभिन्नरीत्या इत् संज्ञा न करणीयम्, तत्र इर् इत् संज्ञा वाच्य इति वार्तिकेन द्वारा एव वर्णसमुदायस्य एकत्र इत् करणीयम्। सो अत्र इकारः अपि च रकारस्य तत्र एकत्र इर् इत् संज्ञा भवति केन, तत्र सूत्रमेव प्रमाणम्, अपि च वार्तिकमेव प्रमाणम्, अथवा भाष्य परिभाषा एव प्रमाणम्। परिभाषा केन दत्तम्, पतञ्जलिमहर्षिणा दत्तं। वार्तिकं केन दत्तं, कात्यायनमहर्षिणा दत्तं। सूत्रकारः कः, पाणिनिमहर्षिसूत्रकारः। सो तत्र व्याकरणे त्रिमुनि वन्दना भवति, इत्युक्ते त्रिमुनिना यत् उक्तं तदेव उपदेशं, तस्य एव प्रमाणं व्याकरणे। सो ऐदर् वी हेव् टु गो बै द सूत्र, आर् वी हेव् टु गो बै द वार्तिकम्, or we have to follow the paribhasha, yat paribhasha Patanjali Maharishina dattam, either of the three we have to give the pramanam for any whatever karya we do in the vyakaran shastra. So chidir iti dhatu yah ir iti varna samudayasi it bhavati saha kena sutren kena paribhasha kena atra vartikena dvara eva tatra ir iti varna samudayasi it. सो यत्र यत्र छिदिर् दृशिर् निजिर् तादृशः, तत्र अत्र लिखितमस्ति वा कति धातवः, अत्र सङ्ख्या न दत्तं। सो इशुचिर्, सो यत्र यत्र औपदेशिकधातुः ह्रस्व अनुनासिक ह्रस्व इकारस्य साक्षात् परे रकारः लभ्यते, तत्र तत्र वयं किं कुर्मः, तत्र तत्र वयम् उपदेशे अजनुनासिक इत् अपि च हलन्त्यं सूत्रद्वारा इत् न करणीयं, तत्र इर् इति संज्ञावाच्यद्वारा एव इति संज्ञा करणीयं, वर्णसमुदायस्य इति करणीयम्। अतः अनन्तरं तयोः तस्य लोपः इति सूत्रद्वारा तस्य लोपः भवति, तेन किं भवति, छिदिर् इति धातुः इदानीम् इदित् धातुः न अस्ति, इत्युक्ते अत्र ह्रस्व इकारस्य भिन्नरीत्या इत् न भवति, अत्र इर् इति वर्णसमुदायस्य इत्, अतः अत्र धातुः इदिर् इदित् धातुः नास्ति। सो छिदिर् इति धातुः इदित् नास्ति, दृश्यर् इति धातुः इदित् नास्ति, तथैव अन्यधातवः। एतत् विषये वयं पूर्वस्मिन् वर्गे पठितवन्तः। इदानीं पुनः वदतु, आम् सत्यम्, तत्र इर् इति वर्णसमुदायः केवलम् अन्ते एव वर्तते, युजिर् शुचिर् तादृश एव धातुवः महर्षिणा दत्तः। सो अन्ते स्थितस्य इर् इति वर्णसमुदायस्य तत्र इत् भवति। अस्तु, कोऽपि अन्यप्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा अत्र पाठस्य प्रति गच्छामः। अस्तु, इदानीं तत्र त्रीणि सूत्राणि उपदेश अवस्थायां प्रत्ययेषु एव, इत्युक्ते यः यत्किमपि प्रत्ययः औपदेशिकप्रत्ययः व्याकरणे तस्य विषये एव, अनन्तरं ये त्रीणि सूत्राणि दत्तम् अस्मिन् प्रकरणे तेषां प्रयोगः कुत्र भवति, प्रत्ययेषु एव भवति। इत्युक्ते इदानीं पर्यन्तम् आदिर्नीटुड्वः नविभक्तौ तु स्खलन्त्यम् अपि च उपदेशे अजनुनासिक इति चत्वारि सूत्राणि प्रत्येकस्य उपदेशस्य उपरि कार्यं कर्तुं शक्यते, परन्तु श्वः प्रत्ययस्य अत्र महर्षिणा साक्षात् प्रत्ययस्य इति पदं दत्तं। सो एतादृशः शकारः प्रत्ययस्य विषये एव इत्संज्ञा भवति, न तु धातुषु अथवा आगमेषु अथवा उपदेशेषु आदेशेषु, क्षम्यताम्। सो केवलं प्रत्ययस्य विषये एव एतानि त्रीणि सूत्राणि कार्यं करोति। अस्तु, कः पठितुमिच्छति, कृपया स्वयम् अग्रे आगच्छतु। पूर्णिमा भगिनी पठितुमिच्छति वा, कः, सुलोचना भगिनी? अस्तु भगिनी, पठतु। श्वः प्रत्ययस्य, श्वः प्रत्ययस्य प्रत्ययस्य आदौ सकारः अस्ति चेत् तस्य इत्संज्ञा भवति। श्वः प्रथमान्तं प्रत्ययस्य षष्ट्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः श्वः इत्। सूत्रस्य कः अर्थः वदतु? यदि प्रत्ययस्य आदौ शकारः अस्ति चेत् अत्र विवरणमेव अस्ति, इत्संज्ञा तस्य शकारस्य इत्संज्ञा भवति, प्रत्ययस्य इति षष्ट्यन्तं पदमस्ति, अतः तस्य इत्यर्थः। इदानीं पर्यन्तं धातोः विषये वयं चर्चितवन्तः, किन्तु इदानीं प्रत्ययस्य विषये उक्तवान्। यदि प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत्संज्ञा भवति, अतः इति सूत्रस्य अर्थः। सम्यक्, परन्तु इदानीं पर्यन्तं केवलं धातुविषये वयं न पठितवन्तः, केवलम् इर् इति संज्ञा वाच्य यः वार्तिकम् अस्ति तत्र एव केवलं धातुविषये, परन्तु हलन्त्यम् अपि च उपदेशे अजनुनासिक इति सूत्र यत्किमपि उपदेशः, इत्युक्ते धातोः प्रत्ययः आदेशः आगमः तत्रापि अनुनासिक स्वरस्य इत् भवति, तथैव हलन्त्यम् इति सूत्रे प्रत्येकस्य उपदेशस्य उपरि कार्यं करोति, इत्युक्ते प्रत्ययस्य अन्ते हल्वर्णः अस्ति अथवा धातुः अन्ते हल्वर्णः अस्ति आगमस्य अन्ते कोऽपि हलवर्णः अस्ति तथैव आदेशस्य अन्ते कोऽपि हलवर्णः अस्ति चेत् तस्य हलन्त्यं सूत्रद्वारा इत् भवति. किमर्थं चेत् अत्र किमपि महर्षिणा न दत्तं, धातुः वा प्रत्ययः वा उप आगमः वा किमपि न दत्तं. सो प्रत्येकस्य आदेशस्य उपरि उपदेशस्य उपरि एतत् सूत्रद्वयं कार्यं करोति. नविभक्तौ तुस्माः केवलं विभक्तिप्रत्ययेषु एव तुस्माः विषये इति न करणीयम् इति तत्र बाधकसूत्रम्. कृपया म्यूट् मध्ये तिष्ठतु, तत्र प्रतिध्वनि आयाति, तत्र इको आयाति. परन्तु शः प्रत्ययस्य यः सूत्रम् अस्ति, अत्र महर्षि साक्षात् प्रत्ययस्य इति पदस्य तत्र प्रयोगं कृतवान् महर्षि. सो अत्र आदिर्नीटुडुवः सूत्रतः अत्र आदि आदि आदि इति पदस्य अनुवृत्तिः भवति प्रत्येकस्य सूत्रे. अनन्तरं यत् सूत्राणि आयाति तत्र आदिः इति पदस्य अनुवृत्तिः. अत्रापि उपदेशे अपि च इति पदस्य तु सम्पूर्णप्रकरणे अनुवृत्तिः आवश्यकम्. अत्र आदिः इति पदस्यापि अनुवृत्तिः. सो आदिः इति किं वदति, आदौ प्रथमवर्णः प्रत्ययस्य प्रथमवर्णः शकारः मूर्धन्यशकारः अस्ति चेत् तस्य अनेन सूत्रेण द्वारा इत्संज्ञा करणीयम्. सो प्रत्ययस्य इत्युक्ते औपदेशिकधातुः प्रथमवर्णः शकारः अस्ति चेत् तत्र इत् न भवति, केवलं प्रत्ययस्य आदिं वर्णः मूर्धन्यशकारः अस्ति चेत् तस्य एव इति नामकरणम् अनेन सूत्रद्वारा क्रियते इति भवति. अस्तु, सो प्रत्ययस्य आदिं मूर्धनिषकारः अस्ति चेत् तस्य शः प्रत्ययस्य इति सूत्रद्वारा इति संज्ञा. अत्र भगिनी अत्र उदाहरणमपि दत्तं, तदपि पठतु. जल्प इति औपदेशिकधातुः प्लस् शाकं प्रत्ययः उपदेशिकजन्मासिक हलन्त्यं शः प्रत्ययस्य इति सूत्रैः इत्संज्ञा तदा तस्य लोपः इत्यनेन लोपः. जल्प प्लस् आक् योग आक् जल्पाक इति प्रातिपदिकं. जल्पाकः यः बहु वदति इत्यर्थः. प्रथमे तु अत्र उपदेशे अजनुनासिक इति सूत्रद्वारा कस्य इति तदपि वदतु. आम् कुत्र जल्प इति धातुः मध्ये वदतु. अकारस्य उपरि अनुनासिकम् अस्ति खलु, तस्य लोपः, तस्य इत्संज्ञा भवति, पुनः तस्य लोपः इत्यनेन लोपः भवति. आम् हलन्त्यं सूत्रद्वारा कश्चित् हलन्त्यम् इति सूत्रद्वारा पकारस्य अनन्त पकारस्य अनन्तरम् अकारः अस्ति, तस्य लोपः, तस्य इत्संज्ञा पुनः लोपः भवति. न न न, हलन्त्यमिति सूत्रद्वारा कस्य अत्र किम् अस्ति, जल्पयोगशाकन्, जल्पयोगशाकन् इति स्थितिः. अकार उत्तरवर्ती यः अकारः सः अनुनासिक अकारः, उपरि चन्द्रबिन्दु दत्तम्. अतः तत्र अनुनासिक स्वरस्य केन सूत्रेण इति संज्ञा, उपदेशे अजनुनासिक. आम् हलन्त्यं सूत्रद्वारा कस्य इति संज्ञा, इदानीं तत्र लौकिकरूपं किम् अस्ति, धातुः लौकिकरूपं किम् अस्ति, जल्प इति लौकिकरूपम् प्लस् शाकन् इति प्रत्ययः, शाकन् इति औपदेशिकप्रत्ययः, मूलप्रत्ययः. शाकन् इति प्रत्ययः अस्ति, शाकन् इति प्रत्ययः अन्ते कः वर्णः, नकारः. नकारः हलवर्णः अस्ति. नकारस्य लोपः भवति. आम् नकारस्य इत् संज्ञा, नकारस्य लोपः न, केवलम् इति संज्ञा हलन्त्यम् इति सूत्रं संज्ञासूत्रम् अनेन सूत्रेण केवलं नकारस्य इति नामकरणं भवति नकारस्य इति संज्ञा भवति हलन्त्यं सूत्र इदानीं शः प्रत्ययस्य शः प्रत्ययस्य इति सूत्रेण किं भवति वदतु प्रत्ययस्य प्रत्ययसाधर्यः सकारः अस्ति तस्य इति संज्ञा भवति आम् अनन्तरम् इति सूत्रैः इति संज्ञा आकारस्य अवशिष्यते आम् सत्यं परन्तु यस्य यस्य इति तस्य अनन्तरं किं करणीयं तस्य लोपः इति एकम् अन्यत् सूत्रमस्ति तस्य लोपः इति सूत्रमस्ति तस्य लोपः इति सूत्रेण किं भवति अकारस्य लोपः नकारस्य लोपः अपि च शकारस्य लोपः तेषां लोपः भवति एते त्रीणि ये औपदेशिक अजनुनासिक इति सूत्रद्वारा पकार उत्तरवर्तीयः अकारः तस्य एत् नकारस्य हलन्त्यम् इति सूत्रद्वारा एत् शः प्रत्ययस्य इति सूत्रद्वारा प्रत्ययस्य आदिं वर्णः मूर्धन्यषकारः अस्ति तस्यापि इत् केवलम् इति नामकरणम् अनन्तरं तेषां लोपः केन सूत्रेण तस्य लोपः इति सूत्रेण तेषां त्रीणि वर्णानां तत्र लोपः अपि भवति सो अत्र किम् अवशिष्टभागः कः जल्प योग आक आक सो प्रातिपदिकम् इति तदित् प्रत्ययः शाकन् इति तदित् प्रत्ययः सो अत्र किं प्रातिपदिकं किं सिद्ध्यति जल्पाक वर्णमेलनेन जल्पाक इति अकारान्त् प्रातिपदिकम् अतः अत्र रामः इति प्रथम एकवचनं जल्पाकः इति तत्र किं भवति पदं भवति सुप् योजयामः चेत् प्रथमाविभक्ति एकवचनस्य रूपं जल्पाकः तस्य कः अर्थः यः बहु वदति वन् हु स्पीक्स् अ लाट् इस् काल्ड् अ जल्पाकः तस्य देट् इस् अ जल्पाकः सो अत्र केन केन सूत्रेण इति संज्ञा प्रत्ययस्य अपि केन सूत्रे अत्र दृश्यतु तुस्माः शाकन् इति प्रत्ययः विभक्तिप्रत्ययः नास्ति के प्रत्ययाः विभक्तिप्रत्ययाः इत्युक्ते तिङ् तिप् तस् जी सिप् थस्थ मिप् वस्मस् ते अष्टादश तिङ् प्रत्ययः विभक्तिप्रत्ययः अपि च सु औजस् अम् ओट्षस् ताभ्याम्भिस् इति ते अपि विभक्तिप्रत्ययः सो विभक्तिप्रत्ययेषु तुस्माः अन्ते अस्ति चेत् तस्य इत् न भवति इति न विभक्तौ तुस्माः तुस्माः इति वदामः चेत् तु इति कथनेन त थ द द न सो विभक्तिप्रत्ययेषु अन्ते कोऽपि नकारः अस्ति चेत् तस्य इत् न भवति परन्तु अत्र शाकन् इति प्रत्ययः विभक्तिप्रत्ययः नास्ति शाकन् इति प्रत्ययः तिङ्समूहे न आयति सुप् समूहे न आयाति एतत्तु तदित् प्रत्ययः अतः अत्र नकारस्य इत् तु भवति एव केवलं विभक्तिप्रत्ययेषु तथ ददन सकारः अपि च मकारः इत् न भवति इति तत्र न विभक्तौ तु स्मः इति सूत्रस्य अर्थः केवलं विभक्तिप्रत्ययेषु शाकन् इति प्रत्ययः विभक्तिप्रत्ययः नास्ति शाकन् इति प्रत्ययः तदित् प्रत्ययः अतः अत्र हलन्त्यं सूत्रद्वारा अन्तिम हलस्य इत् करणीयम् इति तत्र नियमः अस्तु इदानीं पर्यन्तं तत्र एकनिमिषः अत्र दृश्यते एकनिमिषः आम् अत्र दृश्यतु सुप् प्रत्ययानाम् अत्र आवली दत्तं सु औजस् अम् ओट् शस् ताभ्यां भिस् नेभ्यां व्यस् नसीभ्यां व्यस् क्षमतां न दृश्यते न दृश्यते भगिनि ओ अस्तु एकनिमिषः इदानीं दृश्यते वा अत्र सुप् प्रत्ययानाम् आवली अस्ति सु औजस् अम् ओट्षस् ताभ्यां भिस् विभक्तिश्च इति सूत्रद्वारा सुप् प्रत्ययः अपि च तिङ् प्रत्ययः ते सर्वे प्रत्ययाः तेषाम् अन्यत् नाम विभक्तिसंज्ञकाः ते सर्वे प्रत्ययाः विभक्तिसंज्ञकाः अत्र दृश्यतु सुप् प्रत्ययाः सु औजस् अत्र जकारस्य अनन्तरम् अकारः तस्य अनन्तरं सकारः सकारः हल् वर्णः परन्तु अत्र हलन्त्यं सूत्रम् इति सूत्रं कार्यं न करोति किमर्थं चेत् जस् इति प्रत्ययः विभक्तिप्रत्ययः सो अत्र न विभक्तौ तु स्मः इति सूत्रेण सकारस्य इत् कर्णस्य कृते बाधकसूत्रमस्ति न विभक्तौ तु स्मः सो अत्र यद्यपि हलन्त्यम् इति सूत्रं वदति यत् किमपि उपदेशस्य अन्ते हल् वर्णः तस्य इत् परन्तु अत्र कीदृश हल् वर्णः तुस्म सकारः अस्ति तु स म तो अत्र सकारः अन्ते अस्ति परन्तु जस् इति प्रत्ययः विभक्तिप्रत्ययः अतः अत्र सकारस्य इत् न भवति अत्रापि सु इति प्रत्ययः अत्र उकारः अनुनासिक उकारः तस्य उकारस्य उपदेशे अजनुनासिक इति सूत्रस्य सूत्रद्वारा तु तत्र किं भवति इति संज्ञा परन्तु स इति उपदेशक उपदेश अवस्थायां नास्ति परन्तु शस् इति प्रत्ययः अत्रापि सकारः अन्ते वर्तते अतः अत्र न विभक्तौ तु स्मः इति सूत्रद्वारा सकारस्य इति संज्ञा न भवति न करणीयम् तथैव अम् इति प्रत्ययः अम् इति प्रत्ययः अन्ते मकारः अस्ति मकारः हल् वर्णः परन्तु तुस्माः इति कथनेन तथ दन सकारः अपि च केवलं मकारः एते सप्त वर्णाः विभक्तिप्रत्ययेषु यदि अन्ते अस्ति चेत् तथापि तेषाम् इति संज्ञा न करणीयम् अत्रापि भ्यां भ्यां भ्याम् अत्र अन्ते मकारः वर्तते परन्तु न विभक्तौ तुस्माः इति सूत्रद्वारा मकारस्य इत् न भवति तथैव यत्र स स स अत्रापि अत्र दृश्यतु अत्र किम् अस्ति प्रश्नः आयाति किमर्थम् अत्र सुप् प्रत्ययः अपि च तिङ्समूह पश्यामः चेत् तत्र कुत्रापि तु इति कथनेन तथ दद न लभ्यते सो किमर्थं तत्र प्रश्नः आयाति किमर्थं महर्षिणा तु इति अत्र अस्मिन् सूत्रे सः तु इति किमर्थं वदति नकारः तु दृश्यते नकारः इदानीं तत्र नकारः अपि न दृश्यते सकारः दृश्यते मकारः दृश्यते तथैव तिप् तस् जि सिप् थस् थ मिप् वस् मस् त आतां ज था साथां द्वम् इड् वहि महिङ् अत्र दृश्यतु तिप् तस् जि सिप् थस् थ मिप् वस् मस् त आतां झ अत्र त इति अस्ति इत्युक्ते त इति कथनेन अत्र अ अपि अस्ति अन्ते अकारः स्वरः वर्तते था साथां द्वम् इट् वहि महिङ् सो अत्रापि तू इति कुत्रापि न लभ्यते तिङ्समूहे अष्टादश तिङ्समूहे अपि अत्र तू इति कुत्रापि न लभ्यते तथैव सुप् प्रत्ययेषु सु औजस् अत्रापि तू इति कुत्र नास्ति सो किमर्थं पाणिनि महर्षि वदति न विभक्तौ तुस्माः इति सः तू इति किमर्थं तत्र सूत्रे वदति सो तस्य कृते अत्र दृश्यतु एकं सूत्रम् अस्ति टा नसि नसाम् इन् आत् स्या इति सूत्रम् अस्ति अनेन सूत्रेण किं भवति अत्र यः अत्र दृश्यतु तृतीया एकवचनम् अस्ति टा इति सुप् प्रत्ययः पञ्चमी एकवचनम् अस्ति नसि इति प्रत्ययः सुप् प्रत्ययः तथैव षष्ठी एकवचनम् अस्ति नस् इति सुप् प्रत्ययः सो टा नसि नसाम् इन् आत् स्या इति सूत्रं किं वदति अदन्तात् इत्युक्ते प्रातिपदिकम् अधन्त अस्ति यथा जलपाक जलपाक इति एकं प्रातिपदिकम् अधन्त प्रातिपदिकम् अन्ते अकारः वर्तते यथा राम इति राम इति प्रातिपदिकम् अधन्त प्रातिपदिकम् अधन्त इत्युक्ते अकारः अन्ते अस्ति तादृशप्रातिपदिकम् अस्ति चेत् अदन्तात् अङ्गात् परस्य रामयोगटा कुर्मः चेत् अथवा जलपाकयोगटा कुर्मः चेत् फलयोगटा कुर्मः चेत् तत्र किं भवति टा स्थाने इन इन आदेशः नसि स्थाने आत् आदेशः नस् स्थाने स्य इति आदेशः रामस्य फलस्य तत्र स्य इति भवति अन्ततो गत्वा सो अत्र सुप् प्रत्ययस्य भिन्न आदेशः भिन्न भिन्नप्रत्ययस्य आदेशः भवति कदा तत्र नियमः वर्तते केवलम् अदन्तात् अङ्गात् परे प्रातिपदिकम् अदन्तात् अस्ति चेत् तस्य अदन्तात् प्रातिपदिकस्य परे तृतीया एकवचनं टा इति प्रत्ययः योजयामः अथवा नसि प्रत्ययः योजयामः अथवा नस् इति प्रत्ययः योजयामः चेत् तत्र महर्षिः किं वदति तत्र अदन्तात् अङ्गात् परे टा नसि नसाम् इन् आत् स्या अत्र क्रमेण टा स्थाने इन् आदेशः नसि स्थाने आत् आदेशः नस् स्थाने स्य इति प्रत्ययस्य आदेशः एतत् अपि प्रत्ययाः स्थानिवद्भावेन इत्युक्ते इन् आत् स्या सुप् प्रत्ययस्य स्थाने एतादृशप्रत्ययानाम् आदेशः अतः स्थानिवद्भावेन एतत् इन् आत् स्या अपि विभक्तिप्रत्ययाः भवन्ति यद्यपि मूले एते विभक्तिप्रत्ययाः न सन्ति तथापि विभक्तिप्रत्ययस्य स्थाने एव आदेशः एतादृशप्रत्ययानाम् आदेशः अतः स्थानिवद्भावेन एतत् अपि विभक्तिप्रत्ययः सो आत् इति कथनेन अत्र तकारः अन्ते वर्तते तथापि न विभक्तौ तु स्माः इति सूत्रद्वारा अत्र तकारस्य इति संज्ञा कृते तत्र बाधा न करणीयम् इति सूत्रं वदति न विभक्तौ तु स्माः सो अत्र त इति वर्णः आयाति सो आत् इति कथनेन वयं जानीमः रामात् पञ्चमी यः पदम् अस्ति रामात् रामस्य रामेण इन् इति भवति रामेण इति भवति न इति अस्ति अत्र अ अपि अस्ति सो तत्र प्रश्नः आयाति किमर्थं महर्षिणा तू इति अत्र वदति यद्यपि तत्र मूलसूप् प्रत्यये अपि च मूलतिङ् प्रत्यये कुत्रापि अन्ते तू इति वर्णः न दृश्यते परन्तु अत्र तस्य उत्तरं लभ्यते टानसि नसाम् इन् आत् स्या यद्यपि इन् आत् अपि च स्य इति प्रत्ययः साक्षात् विभक्तिप्रत्ययः नास्ति परन्तु तत्र एकं सूत्रम् अस्ति स्थानिवद्भावेन इत्युक्ते यस्य स्थाने आदेशः इट् बिहेव्स् लैक् स्थानि ता इति प्रत्ययः विभक्ति अस्ति अतः इन् अपि स्थानिवद्भावेन इति अपि विभक्तिप्रत्ययः अतः अत्र मूलस्वरूपम् अस्ति इन आत स्य स्य इति मूलस्वरूपम् अत्र इति संज्ञा न विभक्तौ तु स्मः द्वारा आत् इति प्रत्यये तकारस्य इति संज्ञा न भवति अतः तत्र फलात् रामात् इति पदं तत्र वयं सर्वे जानीमः पञ्चमी एकवचनात् पदम् अस्ति तथैव अत्र नसि नस्योः स्मात् स्मिनो स्मिन् अपि च स्मात् अपि च स्मिन् इति आदेशः सर्वनाम शब्दस्य अधन्तात् अङ्गात् परस्य नसि नसि इति अत्र अनुनासिकिकारः प्रत्ययस्य स्मात् इति आदेशः तस्मात् तस्मिन् नी प्रत्ययस्य स्थाने सप्तमी एकवचन नी इति प्रत्ययः सुप् प्रत्ययः नी स्थाने स्मिन् इति आदेशः अत्र नकारः अन्ते वर्तते इन् इति प्रत्यय इन इति प्रत्ययः अत्र नकारः अन्ते नास्ति अत्र अन्ते अकारः परन्तु स्मिन् इति यः प्रत्ययस्य आदेशः भवति अत्र नकारः अन्ते वर्तते सो तु इति कथनेन त थ द न नकारः अपि आयाति तु इति तवर्गीयव्यञ्जनः स्वस्मिन् इति प्रत्यये नकारस्य इति संज्ञा केन सूत्रेण तस्य कृते बाधा न विभक्तौ तु स्माः इति सूत्रेण स्मिन् इति प्रत्यये नकारस्य इति संज्ञा न भवति अत्र तु तवर्गीयव्यञ्जनः अस्ति अतः अत्र किं तस्मात् स्मात् इति कथनेन नसि स्थाने स्मात् इति आदेशः अत्रापि त अन्ते वर्तते सो तु इति न विभक्तौ तु स्माः इति सूत्रद्वारा तकारस्य इति न भवति तथैव नकारस्य इति न भवति केन सूत्रेण वी हेव् टु गिव् द सूत्र न विभक्तौ तु स्माः सर्वस्मिन् तस्मिन् तस्मात् एतादृशः पदानि वयं सर्वे जानीमः सो सूत्रं किं मूल सुप् प्रत्ययस्य स्थाने अन्यप्रत्ययस्य आदेशः प्रत्यादेशः भवति नसि स्थाने स्मात् स्मात् एण्ड् नि स्थाने तत्र किं स्मिन् इति आदेशः सो अत्र वै ऐ एम् सेयिङ्ग् दीस् टु सूत्रास् इस् देट् वेर् डु वि फैण्ड् दिस् टु न विभक्त सकारः अपि च मकारः तु दृश्यते मूल सुप् प्रत्ययेषु अपि च तिङ् प्रत्ययेषु परन्तु तु इति कथनेन तथ दद न कुत्र न लभ्यते सो तस्य प्रयोजनं कुत्र लभ्यते अत्र लभ्यते अतः दीस् टु सूत्रास् सो न विभक्तौ तु स्मः इति बाधकसूत्रम् अस्ति अस्तु कोऽपि भ्रमः अस्ति चेत् कृपया पृच्छतु अहं चिन्तयामि अत्र अहं मन्ये अत्र सर्वं सर्वैः अवगतम् संशयः पृच्छतु भगिनि न धस् धास् धा तत्रापि धा अत्र तिष्ठति न आगच्छति एतत् एतत् बाधकसूत्रेण एव भवति सवर्गीयवर्णः एव द्वितीय धा अत्र थ आदौ अस्ति वि आर् स्पीकिङ्ग् एट् द एण्ड् हलन्त्यम् इति सूत्रम् अन्ते स्थितस्य हलवर्णस्य अस्तु अस्तु अत्र था इति आदौ अस्ति अन्ते नास्ति तथैव द्वम् इति यः धकारः अस्ति सः आदौ अस्ति अन्ते नास्ति हलन्त्यम् इति सूत्रस्य अन्तिम हलसि इति तथैव न विभक्तौ तु स्माः इति सूत्रं हलन्त्यं सूत्रस्य बाधकसूत्रम् इत्युक्ते विभक्तिप्रत्ययेषु अन्ते तु स्माः हल न भवति इति सूत्रस्य अर्थः अन्ते उपदेशस्य अन्ते तु स्माः हल न भवति अस्तु अस्तु भगिनि इदानीं पाठस्य प्रति गच्छामः अस्तु कुत्र अस्ति करपत्रं दृश्यते वा दृश्यते भगिनि न न करपत्रं इत्संज्ञाप्रकरणं अत्र वेब्सैट् दृश्यते वा तदेव सो श्वः प्रत्ययस्य इति सूत्रं कुत्र कार्यं करोति आदि इति पदस्य अत्र अनन्तरं तत्र अनुवृत्तिः सो आदि श्वः आदौ अस्ति चेदेव किं प्रश्न अस्ति वा भगिनि न भगिनि अत्र पठितुम् अन्म्यूट् कृतवती परन्तु किञ्चित् अन्यशब्दः चिन्ता मास्तु सो प्रत्ययस्य आदौ मूर्धन्य शकारः वर्तते चेत् तस्य इति करणीयम् इति सूत्रस्य अर्थः केवलं सूत्रं वदति प्रत्ययस्य कीदृश उपदेशः प्रत्ययस्य मूलस्वरूपे प्रत्ययस्य मूल यत्किमपि प्रत्ययः तद् प्रत्ययः विभक्तिप्रत्ययः सुप्रत्ययः यत्किमपि प्रत्ययः केवलं प्रत्ययः इति लिखितमस्ति सा कीदृशप्रत्ययः इति न लिखितमस्ति सो यत्किमपि प्रत्ययस्य आदौ मूर्धन्यषकारः वर्तते तस्य अनेन सूत्रेण शः प्रत्ययस्य इति सूत्रेण तस्य इत् भवति. कस्य इत् शकारस्य इत् मूर्धन्यशकारस्य इत् यथा शाकन् इति एकं प्रत्ययः अस्ति. सो शाकन् इति प्रत्ययः आदौ आदिमवर्णः मूर्धन्यशकारः अतः शः प्रत्ययस्य इति सूत्रद्वारा आदिमस्थितस्य शकारस्य इत् संज्ञा अनन्तरं तस्य लोपः इति सूत्रद्वारा तस्य लोपः. सो अत्र नकारः अन्ते वर्तते हलवर्णः अन्ते वर्तते अतः हलन्त्यम् इति सूत्रद्वारा नकारस्यापि इत् संज्ञा. सो आक् ए आक् एव अवशिष्यते. अस्तु इदानीं चुटु चुटु इति सूत्रम् अत्रापि आदिः इति पदस्य अनुवृत्तिः. सो चुटुः अत्र प्रत्ययस्यापि अनुवृत्तिः. कः पठितुम् इच्छति? पूर्णिमा भगिनी कृपया पठतु चुटु. चुटु प्रत्ययस्य आदौ चवर्गीय अथवा टवर्गीय वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति. चुक्ष तयोः दुश्च तयोः इतरेतरद्वन्द्वः चुटु द्विवचने द्विवचने गुरुशब्द इव चुटु प्रथमान्तम् एकपदमिदं सूत्रं तवर्णीय वचनविपरिणां क्रियते वचनविपरिणामं क्रियते अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः चुटु इतौ रामः अस्तु प्रत्ययस्य आदौ चुटु चवर्गीयव्यञ्जना वा टवर्गीयव्यञ्जना वा भवति चेत् तस्य लोपः इति सूत्र तस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण लोपः अपि भवति. रामः जस्तु जकार इत्यनेन जकारस्य इत्संज्ञा तदा तस्य लोपः इत्यनेन रामः अधिक जस् रामाः. अत्र चुटु अत्र जकारः लोपः भवति. अन्य अकार एव तिष्ठति तदर्थं रामः भवति. किमर्थं सकारस्य इतना अत्र नविभक्तौ तु स्माः इति सूत्रेण सकारस्य उच्चारणं न भवति. किमर्थं चेत् जस् इति प्रत्ययः विभक्तिप्रत्ययः न विभक्तौ तुस्माः विभक्तिप्रत्ययेषु तुस्माः इति न भवति. जस् इति प्रत्ययः विभक्तिप्रत्ययः अतः तत्र सकारस्य इति करणस्य कृते बाधा न करणीयम् इति तत्र नियमः. अत्र लिखितम् अस्ति चुटु इति यः सूत्रम् अस्ति कीदृशसूत्रम् अनेन सूत्रेण किं भवति? संज्ञासूत्रम् अनेन सूत्रेण चवर्गीय व्यञ्जना अस्ति चेत् तस्य लोपः भवति. तस्य इत् संज्ञा अनेन सूत्रेण इत् इति नामकरणं. कस्य नामकरणं? चवर्गीयव्यञ्जनस्य इत् इति नामकरणम् अपि च टवर्गीयव्यञ्जनस्य इत् इति नामकरणं. सो चुटु इति सूत्रमपि संज्ञासूत्रं. कीदृशसूत्रं वदामः चेत् चुटु इति सूत्रं संज्ञासूत्रं. तथैव शः प्रत्ययस्य इति सूत्रं संज्ञासूत्रं. सूत्रस्य प्रकारः कः? संज्ञासूत्रं, न तु विधिसूत्रं. चुटु अपि संज्ञासूत्रम्. अनेन सूत्रेण अपि नामकरणं क्रियते. चवर्गीयव्यञ्जनस्य नामकरणम् अपि च टवर्गीयव्यञ्जनस्य. परन्तु कीदृशचवर्गीय? आदौ प्रत्ययस्य आदौ स्थितस्य चवर्गीयव्यञ्जनस्य मध्ये अन्ते अस्ति चेत् तस्य चुटु द्वारा इत्संज्ञा न भवति. प्रत्ययस्य आदिमवर्णः चछजजन्य अस्ति चेत् अथवा प्रत्ययस्य यत्किमपि प्रत्ययः यथा जस् इति प्रत्ययः यत्किमपि प्रत्ययस्य आदिं वर्णः प्रथमवर्णः ट न अस्ति चेत् तस्य इत् संज्ञा करणीयम् इति चुटु इति सूत्रं वदति. अत्र लिखितम् अस्ति वचनविपरिणामं क्रियते. तस्य कः अर्थः भगिनि? अत्र लिखितम् अस्ति वचनविपरिणामं क्रियते. अहं न आगतवती, चिन्ता मास्तु. वचन इत्युक्ते द्विवचनमध्ये अस्ति, चूटु गुरुशब्दवत् भवति. सो द्विवचन गुरु गुरु गुरवः तदर्थं तदेव वा? आं सत्यं सत्यं, तादृशः. परन्तु अत्र दृश्यतु अनुवृत्तिसहितसूत्रम् अस्ति उपदेशे प्रत्ययस्य आदि. अत्र दृश्यतु सूत्रे किं दत्तम्? आदिः इति दत्तम्, आदि इति दत्तम्, एकवचनपदं दत्तं. परन्तु अत्र आदी दत्तं किमर्थं चेत् चुटु इति प्रथमादिवचनात् पदम् अस्ति. चुटु गुरु इति यः अस्ति, गुरु गुरु गुरुवः इति द्विवचने दीर्घ उकारः, रु रकारस्य उत्तरवर्ती दीर्घ उकारः, तथैव अत्र चु टु अत्र दीर्घ उकारः, द्विवचनात् पदम् अस्ति. अतः अत्रापि वचनविपरिणामं क्रियते इत्युक्ते यदा वयम् अनुवृत्तिसहितसूत्रं पठामः चेत् अनुवृत्तिसूत्रसहितसूत्रं वाक्यम् इव दृश्यते. इट् लुक्स् लैक् ए सेण्टेन्स्. सो यदि तत्र सूत्रे चुटु इति द्विवचनात् पदं दत्तं, वी हेव् टु रैट्, वी केनाट् रैट् आदिः इति पदम्. अत्र आदिः इति पदस्य अनुवृत्तिः केन सूत्रात्? आदिर्नीटुडुवः इति सूत्रात् आदिः इति पदस्य अनुवृत्तिः. परन्तु तत्र आदिः इति एकवचनं दत्तं, परन्तु अत्र चुटु इति द्विवचनात् पदम् अस्ति. अतः अत्र किं क्रियते? आदी क्रियते, हरी इति भवति, हरी हरी इति भवति. सो अत्रापि तथैव इत् इति यः अस्ति प्रथमान्तं पदम् उपदेश अजनुनासिक इत् इति प्रथमान्तं प्रथमविभक्त्यान्तम् एकवचनात् पदम् अस्ति इत्. परन्तु अत्र किं दत्तम्? इतौ इतौ इति दत्तं. सो इत् इतौ इतः. सो अत्र किं लिखितम् अस्ति? वचनविपरिणामं क्रियते. यद्यपि सूत्रे इत् दत्तं, यद्यपि सूत्रे आदिः इति दत्तं, परन्तु अत्र अनुवृत्ति कुर्मः चेत् यत्र तत्र वचनविपरिणामम् अपि भवति. सो उपदेशे प्रत्ययस्य आदि चुटु इतौ इति दत्तमस्ति. सो वचनविपरिणामं क्रियते किमर्थं चेत् अनुवृत्तिसहितसूत्रं वाक्य इव दृश्यते. सो वाक्यः इट् शुड् बि इन् द सेम् दिस् वचन प्रथमद्विवचनं बहुवचनम् इट् शुड् लुक् लैक् सेम्. सो तेन एव सूत्रस्य अर्थं सम्यक्तया अवगन्तुं शक्यते. सो अत्र अनेन सूत्रेण प्रत्ययस्य आदिं वर्णः न तु धातुः, अत्रापि प्रत्ययस्य आदिं वर्णः मूर्धनिषकारः. प्रत्ययस्य आदिं वर्णः चु अथवा टु अस्ति चेत् तस्य इत्संज्ञा चुटु सूत्रद्वारा भवति, यथा अत्र जस् इति प्रत्ययः. अस्तु, इदानीं तत्र अन्तिमं सूत्रं लशक्व आतदिते. कः पठितुम् इच्छति? अहं पठामि वा भगिनि? पठतु भगिनि, अनसूया भगिनि, कृपया पठतु. लशक् तद्विदिते प्रत्ययस्य आदौ लकारः शकारः कवर्गीयः क ख ग घ ञ च वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति, किन्तु तद्धितप्रत्यये न. लक्ष शक्ष कुक्ष तेषां समाहारद्वन्द्वः लशकु. न तद्धितम् अतद्धितं नञ् पुरुषः तस्मिन् अतद्धिते. लशकु प्रथमान्तम् अतद्धिते सप्तम्यन्तं द्विपदमिदं सूत्रम्. अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लशक् इत् अतद्धिते. राम शस् शस् विभक्तिप्रत्ययः अस्ति लषक्त्वदिते प्रत्ययस्य एव सूत्रमस्ति अतः लषक्त्वदिते इत्यनेन शिकारस्य इत्संज्ञा तदा तस्य लोपः इत्यते इत्यनेन लोपः इति रामा अधिकम् अस् रामान् इति भवति अत्र लषक्व अतदिते लषक्कु उकारः अत्र लषकु अधिकम् अतद्दिते एण् सन्धि भूत्वा लषक् तद्दिते इति सत्यम् अत्र उकारस्य स्थाने व इति आदेशः यन्सन्धि भूत्वा लषक्व परन्तु अत्र अतदिते अतदिति प्रत्यये अत्रापि प्रत्ययस्य इति पदस्य अनुवृत्तिः प्रत्ययस्य स्वप्रत्ययस्य विषये एव एतत् सूत्रं कार्यं करोति इति संज्ञा करोति सो कीदृशः अत्र लकारः शकारः अपि च कू अस्ति कू इति कथनेन तथैव तत्र वयं दृष्टवन्तः धातुगणाः इति यः अस्ति तत्र शप् इति प्रत्ययः शप् इति प्रत्ययः तदित् प्रत्ययः नास्ति विकरन् प्रत्ययः तत्रापि शकारस्य इति भवति वयं दृष्टवन्तः शप् इति प्रत्यये शकारस्य इत् सो केन सूत्रेण तत्रापि स्मः इति सूत्रेण भवति शप् इति प्रत्यये शकारस्य इत् केन सूत्रेण पुनः आदौ श इत्संज्ञा भवति तस्य लोपः इत्यनेन तस्य लोपः भवति परन्तु अस् एव तिष्ठति अस् इति हलन्त्यस्य अवकाशमस्ति परन्तु अस् विभक्तिप्रत्ययः अस्ति अतः न विभक्त्य तुस्माः इति सूत्रेण सकारस्य इत्संज्ञा न भवति राम राम अधिकम् अस् तिष्ठति रामान् भवति मम प्रश्नः कः शप् इति प्रत्ययः विकरन् प्रत्ययः अतदिति प्रत्ययः इत्युक्ते अतदित् प्रत्ययेषु एव किम् अतदित् प्रत्ययेषु एव लषक् इत् भवति परन्तु तदित् प्रत्ययेषु लषक् इत् न भवति तत्र बहूनि तदित् प्रत्ययाः परन्तु अतदित् प्रत्ययेषु सर्वदा किं करणीयं लषक् इत् भवति अतदित् प्रत्ययः यथा विकरन् प्रत्ययः कृत् प्रत्ययः ते सर्वे अतदित् प्रत्ययः अतदित् प्रत्ययः इत्युक्ते ये तदित् प्रत्ययः नास्ति ते सर्वे अतदित् प्रत्ययः सो विकरन् प्रत्ययः अपि अतदित् इत्युक्ते अतदितः खलु विभक्तिप्रत्ययः इति अहम् उक्तवती तदर्थम् इदम् अतदित नास्ति इति सत्यम् तथैव शप् इति प्रत्ययः शप् इति प्रत्ययः कस्य कस्य इति वदतु केन सूत्रेण शप् प्रत्ययस्य न विभक्तौ तु स्मः इति सूत्र शप् प्रत्यय शप् प्रत्ययः प्रत्यय प्रथमं शप् प्रत्ययः विभक्तिप्रत्ययः अस्ति अतः लषक् शप् प्रत्ययः विभक्तिप्रत्ययः नास्ति भगिनि सुप् अपि च तिङ् प्रत्ययः एव विभक्ति प्रत्ययः विकरण प्रत्ययः विकरणप्रत्ययः अस्ति तद्धिता नास्ति अतः शक्त्वदिते उपयोगं कर्तुं शक्यते लशक्त्वदिते इत्यनेन शकारस्य इच्छन्या शकारस्य इच्छन्या भवति हलन्तम् इति सूत्रेण पकारस्य अपि हलन्तप्रका पकारस्य इत्संज्ञा भवति अ एव तिष्ठति सो अनन्तरं तयोः लोप द्वयोः लोपः अपि भवति संज्ञा भूत्वा द्वयोः लोपः भवति केन सूत्रेण हलन्त्यम् इति सूत्रेण न लोपः केन सूत्रेण लोपः सूत्रेण तस्य लोपः इति सूत्रेण द्वयमपि द्वे द्वौ अपि लोपः भवति तत्र अ एव अवशिष्यते अ इति अवशिष्यभागः सत्यम् सो अतदित् प्रत्ययेषु लशकु इति भवति अतदित् प्रत्ययेषु यथा शस् इति प्रत्ययः शस् इति प्रत्ययः अतदित् प्रत्ययः सो लशकु इति कथनेन लकारः अपि च शकारः अत्र शकारः अत्रापि आदिः इति पदस्य अनुवृत्तिः सो लशकु कुत्र आदौ अस्ति चेत् प्रत्ययस्य आदौ अतदित् प्रत्ययस्य आदौ प्रथमवर्णः लकारः यथा ल्यप् इति प्रत्ययः ल्यप् इति प्रत्ययस्य विषये वदतु भगिनि ल्यप् ल्यप् विकरणप्रत्ययः अस्ति वा कृत् प्रत्ययः कृत् प्रत्ययः अतदित् प्रत्ययः कृत् प्रत्ययः अस्ति अतदितप्रत्ययः अस्ति अतः लशक्त्वदिते अत्र अवकाशमस्ति ल्यप् ल अधिकं य अधिक प अस्ति लकारस्य लशक्त्वदिते इति सूत्रेण इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति यप् एव तिष्ठते न न न अन्ते कः वर्णः ल्यप् इति प्रत्यये अन्ते कः वर्णः हलन्त्यम् इति सूत्रेण पकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति अत्र न विभक्तौ तु स्मः इति सूत्रं न अवकाशं नास्ति सो अत्र या यकारः अकारः एव अवशिष्टभागः ल्यप् इति प्रत्ययः य इति भागः सो लशकु ल्यप् इति प्रत्ययः कृत् प्रत्ययः कृत् कृत् प्रत्ययः धातु अनन्तरम् आयाति सो लशकु कुत्र आदौ अस्ति चेत् अपि च अतदित् प्रत्ययेषु एव कि अत्र प्रत्ययस्य तु अनुवृत्तिः भवति परन्तु कीदृशप्रत्ययः अतदित् प्रत्ययः अतदित् प्रत्ययेषु किं लशकु इत् परन्तु चुटु इति सूत्रम् अत्र यत् किमपि प्रत्ययः तथैव शः प्रत्ययस्य अत्रापि यत् किमपि प्रत्ययः तदित् भवेत् अतदित् भवेत् तत्र मूर्धन्यषकारस्य तु इत् भवति एव सर्वेषु प्रत्ययेषु मूर्धन्यषकारः इति भवति तथैव सर्वेषु प्रत्ययेषु व्याकरणे यत् किमपि प्रत्ययः तस्य आदिं वर्णः चु अथवा टु अस्ति चेत् तस्यापि इति भवति परन्तु लकारः षकारः अपि च कवर्गीयव्यञ्जनः कुत्र इति भवति आदौ अस्ति चेत् अतदित् प्रत्ययेषु एव इति तदित् प्रत्ययेषु लशकु इत् न भवति केवलम् अतदित् प्रत्ययेषु एव लशकु इत् भवति इति तत्र लशक्व अतदित् इति सूत्रस्य अर्थः अस्तु अत्रापि आदौ आदौ आदौ आदौ अस्ति चेत् अन्ते अन्ते केवलं हलवर्णस्य इत् अन्ते हलन्त्यम् इति भवति परन्तु स्वरः यत्र कुत्रापि स्वरः अनुनासिक वर्तते उपदेशस्य तत्र इति भवति स्वरस्य कृते कोऽपि स्थानं निर्दिष्टं नास्ति यत् किमपि अनुनासिक स्वरः उपदेश अवस्थायाम् अस्ति तस्य चेत् परन्तु हल्वर्णः अन्ते अस्ति चेत् तथैव शः प्रत्ययस्य आदौ अस्ति चेत् इत् चुटु आदौ अस्ति चेत् प्रत्ययस्य आदौ अस्ति चेत् इत् इत्युक्ते चवर्गीयव्यञ्जनः धातु आदौ अस्ति चेत् तस्य इत् न भवति प्रत्ययस्य एव चुटु इति भवति तथैव लशक्व इति यः अस्ति लशकु यः अस्ति सः प्रत्ययस्य तदित् प्रत्यय अतदित् प्रत्ययस्य विषये एव लशकु इत् भवति. अस्तु, इदानीम् इत् लोपविधि, यस्य यस्य इत् वयं जानीमः तस्य तस्य किं करणीयं? लोपः अपि करणीयं, लोपः इति सूत्रेण तस्य लोपः करणीयम्. अस्तु, धन्यवादः भगिनी. कः पठितुम् अग्रे कः पठितुम् इच्छति? गिरिजा भगिनी अस्ति वा, पठितुम् इच्छति वा भगिनि? आं भगिनि, पठतु. लोपविधि. एकवारं यदा कस्यचित् वर्णस्य, वर्णसमूहस्य च इत् संज्ञा भवति तदा तस्य लोपः इति सूत्रेण तस्य लोपो भवति. तस्य लोपः इत् संज्ञकस्य वर्णस्य लोपो भवति. तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिद सूत्रम् उपदेशे जनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्ति अनुवृत्तिः षष्ठ्यार्थे अनुवृत्तिसहितसूत्रं तस्य इत्तः लोपः. सूत्रस्य अर्थः कः? कुत्र कुत्र इति संज्ञः भवति? आदौ षष्ठ्यन्तं वा, चुटु वा, लशक्व तटिसे वा, प्रत्ययस्य इति संज्ञकः भवति. तदनन्तरं तस्य लोपः इति अन्यनेन सूत्रेण तस्य लोपः भवति. तस्य लोपः इति इत् संज्ञकस्य वर्णस्य लोपो भवति. एतत् तस्य लोपः तस्य इति षष्ठ्यन्तं पदं, लोपः प्रथमान्तं, सो द्विपदम् इति. उपदेशे जननासिक इत् प्रथमम् उपदेशे जननासिक इत् स्वीकरणीयं. तदनन्तरं एतत् इत् संज्ञः सूत्रं स्वीकरणीयम्. इत् संज्ञः लोपानन्तरं तस्य लोपः सूत्रेण स्वीकृत्य तस्य लोपः करणीयम्. सत्यम्. अनुवृत्तिसूत्रम् अनुदेशक उपदेशे किं सूत्रम् उपयोगं करणीयं तस्य सूत्रम् उपयोगी कृत्वा तत् इत् संज्ञः करणीयं. तदनन्तरम् इत् संज्ञकलोपं करणीयं, लोपः करणीयं. तत् सूत्रं तस्य लोपः स्वीकृत्य लोपः करणीयं. सो अनुवृत्तिसहित त्रीणि सूत्राणि उपदेशे जननासिक इत् सूत्रं, तदनन्तरं तस्य लोपः. त्रीणि सूत्राणि अनुवृत्तिरूपेण. अत्र एकम् एव पदम् अनुवृत्तिरूपेण आयाति, सः अस्ति इत् इति पदम्. कस्मिन् कस्मात् सूत्रात्? उपदेशे अजनुनासिक इत् इति सूत्रतः इत् इति पदस्य अनुवृत्तिः अत्र. अत्र एकमेव पदस्य अनुवृत्तिः इत् इति पदस्य. सो इत् इति पदः कुत्र आयाति? उपदेशे अजनुनासिक इत् इति सूत्रात्, सूत्रतः इत् इति पदम् आयाति. परन्तु अत्र इत् न दत्तम्, अत्र इतः इति दत्तं षष्ठ्यर्थे. किमर्थं चेत् अत्र तस्य लोपः इति अस्ति. तस्य इति पदं षष्ठ्यन्तं पदं, षष्ठी एकवाचनातं पदं. सो कस्य लोपः? मनसि प्रश्नः आयाति. तस्य लोपः इत्युक्ते कस्य लोपः? तस्य इतः लोपः इत्युक्ते यस्य इतः, यस्य इत् भवति तस्य एव लोपः. अन्यत् किमपि वर्णस्य लोपः न, यस्य इतः तस्य एव लोपः. सो अत्र इतः इति वचनविपरिणामं क्रियते, इत्युक्ते अत्र तस्य षष्ठ्यान्तम् अस्ति, अत्र इतः इति षष्ठ्यान्तं पदः. सो अत्र कस्य लोपः? यस्य इतः तस्य लोपः इति अत्र लिखितम् अस्ति. तस्य लोपः इति सूत्रं कीदृशसूत्रम् इति वदामः चेत् विधिसूत्रम्. अनेन सूत्रेण कार्यं विधीयते. लशक्व आतिथ्ये उपदेशे अजनुनासिक एतानि सूत्राणि संज्ञासूत्राणि. वर्णानां नामकरणम् अनेन सूत्रेण भवति. कीदृशवर्णस्य? अनुनासिक स्वरस्य इत् इति नामकरणं. लकारस्य आतदित् प्रत्ययेषु आदिं स्थितस्य लकारस्य इत् इति नामकरणं. तथैव अतदित् प्रत्ययेषु आदिं स्थितस्य शकारस्य इत् करणीयम्. आतदित् प्रत्ययस्य क कख गगन आदौ अस्ति चेत् तस्य वर्णस्य इत् इति नामकरणम्। सो अने अन्यत् सर्वे सूत्राणि संज्ञासूत्राणि, अस्मिन् प्रकरणे इत् संज्ञाप्रकरणे एकम् एव विधिसूत्रं, तत् सूत्रं किं? तस्य लोपः, लोपः इति प्रथमान्तं। सूत्रे प्रथमान्तं पदः अस्ति चेत् तस्य कः अर्थः भगिनि? वयं पूर्वे पठितवन्तः, सूत्रे प्रथमान्तं पदः अस्ति चेत् तस्य कः अर्थः? नाम नामकरणम् आदेशः आगमः। आम्, अत्र कीदृशः लोपः? अपि आदेशकार्यं, लोपादेशः, अत्र लोपः भवति। सो प्रथमान्तं पदः सूत्रे अस्ति चेत् तत् किं सूचयति? तस्य कोड् किम् अस्ति? तस्य अर्थः कः अस्ति? कार्यस्य कृते आदेशकार्यं वा आगमकार्यं वा अथवा नामकरणं, यथा लशकु इति प्रथमान्तं पदः, सो अत्र नामकरणं भवति, लशकु इति वर्णानां नामकरणं। तथैव षष्ठ्यान्तं पदः सूत्रे अस्ति चेत् तत् स्थानी भवति, परन्तु अत्र स्थानी नास्ति, अत्र विषयसप्तमी, अत्र षष्ठ्यान्तं पदः अत्र किं भवति? अत्र विशेषणविशेषः भावः, अत्र कस्य लोपः? यस्य इतः तस्य लोपः। सो अत्र तस्य इति कथनेन षष्ठ्यान्तं पदः स्थानी नास्ति, अत्र किमस्ति? अत्र विशेषणविशेषः भावः, यत्र अत्र सम्बन्धः सूचयति, अत्र तस्य इति षष्ठ्यान्तं, यत्र यत्र सूत्रे षष्ठ्यान्तं पदः सम्बन्धं न सूचयति तत्र एव षष्ठ्यान्तं पदः स्थानी भवति, इत्युक्ते तस्य स्थाने आदेशः अथवा तत्र लोपः करणीयम्। सो अत्र तस्य इति षष्ठ्यान्तं पदः, तस्य इति अत्र किं सम्बन्धं सूचयति? कस्य लोपः? यस्य इतः तस्य एव लोपः। सो यस्य यस्य वर्णस्य इत् भवति, इत् इति नामकरणं भवति, इत् इति विशिष्टनाम, पारिभाषिकशब्दः, तस्य कोऽपि अन्यत् अर्थः नास्ति। व्याकरणे इत् इति एकं पारिभाषिकशब्दः, तस्य यस्य यस्य इत् तस्य अन्ततो गत्वा लोपः अपि करणीयम् इति व्याकरणे नियमः। सो अत्र विशेषणविशेषभावः अस्ति, कस्य इत्? यस्य इत् तस्य एव लोपः। सो तस्य लोपः इति सूत्रं लोपविधायकसूत्रं, लोपकार्यस्य कृते अत्र निर्देशः, कस्य लोपः? यस्य इत् तस्य एव लोपः। सो अस्मिन् प्रकरणे अन्य सर्वाणि सूत्राणि संज्ञासूत्राणि, एकम् एव सूत्रम् अस्ति विधिसूत्रं, तत् सूत्रं किं? तस्य लोपः। प्रथम अध्याये तृतीयपादे नवमसूत्रम् अस्ति तस्य लोपः। सो अस्मिन् प्रकरणे एतादृशसूत्राणि। इदानीम् अनुवृत्तिः अत्र दृश्यतु, एतेषाम् अनुवृत्तिः क्रमः सुलभः, इत्युक्ते या रीत्या पाणिनिमहर्षिणा अत्र सूत्राणि स्थापिताः, प्रथम अध्याये तृतीयपादे द्वितीयः, अनन्तरं हलन्त्यं तृतीयः, न विभक्तौ तुष्माः चतुर्थसूत्रम्, अनन्तरम् आदिर्नीटुडुवः पञ्चमम्। एतत् सूत्रम् आरभ्य अन्य अनन्तरं ये सर्वाणि सूत्राणि, तत्र आदि आदि आदि इति पदस्य अनुवृत्तिः आवश्यकम्। अतः सीदक्रमः, वी हेव् टु जस्ट् ओब्सर्व् द क्रमः। शः प्रत्ययस्य, हि इस् नाट् गिविङ्ग् चुटु इति सूत्रं प्रथमं, किमर्थम्? अत्र चुटु अपि च लशकु तदिते तत्र प्रत्ययस्य इति पदस्य अनुवृत्तिः आवश्यकम्। सो हि गेव् दि शः प्रत्ययस्य इति सूत्रं प्रथमे, आदिः इति तस्य पूर्वं, किमर्थं चेत् एतत् आरभ्य शः प्रत्ययस्य चुटु अपि च लशकु आतदित् इति सूत्रेषु तत्र आदि इति पदस्य अनुवृत्तिः आवश्यकम्। तथैव प्रत्ययस्य इति पदस्य कुत्र कुत्र आवश्यकता भवति? चुटु अपि च लशकु तदिति। सो प्रत्ययस्य अनन्तरम् एव एतौ द्वौ सूत्रं महर्षिणा दत्तः। सो अत्र किमस्ति, द वे पाणिनि महर्षि हेज् पुट् द सूत्रास् इन् द क्रमः, तेन किं भवति? अनुवृत्तिः सरलं भवति, if we read all the sutras in the kramah, then only we will understand the anuvrittih. So etesham anuvrittih kramah sulabha, anena kramena anuvrittih saralam bhavati. अत्र दृश्यतु उपदेशे अजनुनासिक इति सूत्रं प्रथमे दत्तं किमर्थं चेत् अस्मिन् प्रकरणे उपदेशे अपि च इति पदस्य अनुवृत्ति सर्वत्र तस्य तेषां पदानां पदयोः आवश्यकता सो अत्र प्रथमे सः किं दत्तं महर्षि उपदेशे अजनुनासिक इति सूत्रं दत्तम् अनन्तरं हलन्त्यम् उपदेशे अन्तिम हलः अन्तिमवर्णः हल् अस्ति चेत् तस्यापि इत् सो अत्र अस्मिन् सूत्रे उपदेशे अपि च इति पदस्य अनुवृत्तिः न विभक्तौ तु स्मः साक्षात् अनन्तरं चतुर्थसूत्रं सो न विभक्तौ तु स्मः इज् अ बाधकसूत्रं फ्रोम् फार् हलन्त्यं सूत्रं सो हलन्त्यं सूत्रस्य साक्षात् अनन्तरम् एव बाधकसूत्रं दत्तं सो हलन्त्यं यद्यपि वि रीड् द हलन्त्यम् उपदेशे अन्तिमहलः इत् साक्षात् अनन्तरं सः दत्तम् उपदेशे विभक्तौ अन्तिम तुस्माः इति न भवति इति सः दत्तं सो अनेन किं भवति अनुवृत्तिः क्रमः सुलभः भवति अनन्तरम् आदिर्निटुड्वः आदिर् इति पदस्य अत्र उपदेशे अपि च इति पदस्य अनुवृत्तिः सो उपदेशस्य आदौ नि अथवा टु अथवा डु अस्ति चेत् तेषाम् इत् वर्णसमुदायस्य इत् करणीयम् इति सूत्रस्य अर्थः अनन्तरं शः प्रत्ययस्य शः प्रत्ययस्य इति सूत्रे उपदेशे इत् तु पदद्वयस्य अनुवृत्ति तु आवश्यकं सर्वत्र अस्ति अपि च आदिः इति पदस्य अपि आवश्यकता किमर्थं चेत् केवलम् आदौ स्थितस्य शकारस्य एव इत् कुत्रचित् अन्ते मध्ये अस्ति चेत् तस्य इत् न आदौ स्थितस्य मूर्धनि शकारस्य एव इत् अतः शः प्रत्ययस्य पूर्वे एव आदिर्नीटुड्वः इति सूत्रं दत्तं किमर्थं चेत् अनुवृत्तिः कुत्र भवति पूर्वसूत्रात् एव अनुवृत्तिः भवति वी केनाट् टेक् संथिङ्ग् फ्रोम् द लेटर् पार्ट् एण्ड् पुट् इट् एस् द अनुवृत्ति वी हेव् टु डू द अनुवृत्ति फ्रोम् द पूर्वसूत्रात् एव अनुवृत्तिः भवति सो अत्र शः प्रत्ययस्य आदि इति पदस्य अनुवृत्तिः अपि च उपदेशे इति पदस्य तु सर्वत्र अनुवृत्तिः तथैव चुटु चुटु इति कस्य विषये प्रत्ययस्य विषये एव चुटु इति भवति सो अत्रापि आदिः अपि च प्रत्ययस्य इति पदद्वयस्य अनुवृत्तिः आवश्यकम् अन्यथा वयं सूत्रस्य सम्पूर्ण अर्थं न अवगन्तुं शक्यते वयं पूर्वे पठितवन्तः अनुवृत्ति किमर्थं व्याकरणे अनुवृत्ति इति शैली यः पाणिनिमहर्षिणा तत्र स्थापिताः प्रयोगं कृतवान् सः किमर्थम् अनुवृत्तिः अनुवृत्तिः तत्र प्रयोजन मुख्यतया तत्र प्रयोजनद्वयं वर्तते एकम् अस्ति अनुवृत्ति इति सूत्रेण तत् अनुवृत्ति इति शैली किं भवति सूत्रं लघु भवेत् अन्यथा हि हेड् टु से उपदेशे प्रत्ययस्य आदिः चुटु इति तत्र सूत्रं तत्र दीर्घः भवति सो अनुवृत्तिः इति शैली तस्य कः प्रयोजनं सूत्रं लघु भवेत् तेन किं भवति ग्रन्थमपि लघु भवति यदा सूत्रं लघु भवति तदा एव ग्रन्थं लघु भवति सो अनुवृत्तिः प्रथमप्रयोजनम् अस्ति सूत्रं लघु भवेत् चुटु तदेव सूत्रम् अस्ति द्वितीया अस्ति अनुवृत्तिसहितसूत्रं पठामः चेत् सूत्रस्य सम्पूर्णतया अर्थम् अवगन्तुं शक्यते इफ् वी रीड् द अनुवृत्तिसहितसूत्रं वी केन् अण्डर्स्टाण्ड् द फुल् अर्थः वट् डस् द सूत्र सेस् बिकास् सूत्र इस् अ इट् इस् अ कोड् वी हेव् टु अण्डर्स्टाण्ड् देट् कोड् सो फार् देट् ही हेज़् यूस्ड् दिस् अनुवृत्तिशैली इति सो पूर्वसूत्रात् एव अनुवृत्तिः पदस्य अनुवृत्तिः तत्र स्वीकरणीयम् अत्रापि प्रत्ययस्य अपि च आदिः इति पदस्य अनुवृत्तिः तथैव लशक्व आतदिते इति सूत्रे अपि प्रत्ययस्य इति पदस्य अनुवृत्तिः अपि च आदि इति पदस्य अपि अनुवृत्तिः अपि च उपदेशे इत् पदद्वयस्य अपि अनुवृत्तिः तस्य लोपः इति विधायकसूत्रम् अत्र केवलम् इति पदस्य अनुवृत्तिः, एकम् एव पदस्य अनुवृत्तिः आवश्यकं, तदस्ति इति पदः. सो अत्र षष्ठ्यान्तं पदः दत्तमस्ति सूत्रे, अतः अत्र इत् न लेखनीयम्, अत्र इतः वचनविपरिणामम् अपि करणीयम्. सो तस्य इतः लोपः इति सम्पूर्णसूत्रं भवति, यस्य यस्य इतः तस्य एव लोपः इति सूत्रं भवति. सो अनुवृत्तिः क्रमेण पठामः चेदेव अनुवृत्तिः सुलभं भवति. परन्तु अत्र दृश्यतु किं लिखितमस्ति, देयं यत् सिद्धान्तकौमुद्याः इत् संज्ञासम्बन्धसूत्राणि सूत्रसङ्ख्यायाः क्रमेण न वर्धन्ते, पठनेन अनुवृत्तिः न स्फुटः, अतः सूत्रार्थः न अवगम्यते. इत्युक्ते यः सिद्धान्तकौमुदी इति ग्रन्थः अस्ति तत्रापि एते सर्वाणि सूत्राणि दत्तानि, परन्तु क्रमेण न दत्तं. तत्र यदा पदनिर्माणार्थं तत्र कस्यचित् सूत्रस्य आवश्यकता अस्ति, तत्र ग्रन्थकारः तत् सूत्रं दत्तं, परन्तु तेन किं भवति, तेन स्फुटः इत्युक्ते झटति तत्र वयं तत्र अनुवृत्तिः किं, सूत्रस्य सम्पूर्णार्थः कः, तत् न अवगम्यते. परन्तु क्रमेण सूत्रं पठामः चेदेव वयम् अनुवृत्तिः कः, कुत्र कस्य सूत्र, कस्मिन् सूत्रे तत् पदं दत्तम् इति वयम् अवगन्तुं शक्यते. सो अत्र ध्येयं किं, पाणिनिमहर्षिणा विरचितम् अष्टाध्यायी इति ग्रन्थं पठामः चेदेव तत्र सुलभतया वयं सूत्रस्य अर्थम् अवगन्तुं शक्यते. परन्तु अन्येषु व्याकरणग्रन्थेषु तत्र क्रमेण तत्र सम्पूर्णप्रकरणं न दत्तं, यत्र यत्र सूत्रस्य आवश्यकता अस्ति तत्र एव ग्रन्थकारः तत् सूत्रं तत्र उपयोगं कृतवान्. सो तेन किं भवति, वी डोण्ट् अण्डर्स्टाण्ड् दिस् लशक्व आतादित्य इति कस्मिन् प्रकरणे अस्ति, तत्र तस्मिन् सूत्रे कः कः पदस्य अनुवृत्तिः, सूत्रस्य अर्थः कथम् अवगन्तुं शक्यते इति तत्र कष्टः भवति. सो पाणिनिमहर्षिणा विरचितम् अष्टाध्यायी इति ग्रन्थं पठामः चेत् तत्र वयम् एकवारं सम्पूर्णप्रकरणं पठामः चेत् तत्र अनुवृत्तिः सुलभं भवति इति अत्र अस्मिन् परिच्छेदे इति दत्तम् अस्तु. एतावता कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अत्र स्थगामः, इदानीं समयः अभवत्. अत्र केवलम् अभ्यासः इति एव अस्ति, अपि च अनुबन्धवर्णानां किमर्थं तत्र प्रयोजनं किम् अस्ति इति तत्र दत्तमस्ति. अस्तु अस्तु, यदि कोऽपि प्रश्नः नास्ति चेत् अत्र स्थगामः, समयः अभवत्. अस्तु, शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः, हरिः ॐ. श्रीगुरुभ्यो नमः, धन्यवादः. धन्यवादः, शुभदिनं. धन्यवादः. धन्यवादः भगिनी, शुभदिनं. धन्यवादः.